अथ अधुना खलु उद्गीताक्षराणि उपासीत् भक्त्यक्षराणि मा भूवन्निति अथवा विषिनष्टि उद्गीत इति उद्गीतनाम अक्षराणि इत्यर्थ नामाक्षरोपासनेपि नामवतः एव उपासनं कृतं भवेत् अमुकमिश्र इति यत् प्राण एव उत् उत् इति अस्मिन् अक्षरे प्राणदृष्टिः कथं प्राणस्य उत्तममिति याः प्राणिनिः उत्तिष्ठति सर्वः अप्राणस्य अवसाददर्शन अथो अस्ति उदः प्राणस्य च सामान्य वाग्गी वाचोः गिर इत्याचक्षते शिष्टः तथा अन्नं थम् अन्नैः इदं सर्वं स्थितम् अतः अस्ति अन्नस्य थाक्षरस्य च सामान्य त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेन अनुरूपेण शेषेष्वपि द्रष्टव्यम् द्यौरेव वतु अन्तरिक्षं गीः पृथिवी थम् आद्याय वायुः गीः अग्निः थगं सामवेद एव उद्ययुः वेदो गीः ऋग्वेदस्थं दुग्धे अस्मै वाग्दोहम् यो वाचो दोहो अन्नवानन्नाद भवति तान्येवं विद्वान् गीताक्षराणि उपास्ते उद्गीतैते द्यौरेव वं उच्चैस्थान अन्तरिक्षं गीः गिरणा तु लोकान् पृथिवीथं प्राणिस्थान आदित्येव ओम् ऊर्ध्वत्व वायुः गीः अग्न्यादीनां गिरण अग्निः थं याज्ञीयकर्म अवस्थान सामवेद एव उत स्वर्गसंस्थतत्व यजुर्वेदो गीः यजुषा दत्तस्य हविषो देवतानां गिरण ऋग्वेदः थं रुचि अध्युडत्वसाम्य उद्गीताक्षर उपासनफलमदनमुच्यते दुग्धि दोग्धि अस्मै साधकाय कासां वाक् कं दोहं कोसौ दोह इति आह यो वाचो दोहः ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्राय तद्वाचो दोहः तं स्वयमेव वा दोग्धि आत्मानमेव दोग्धि किञ्च अन्नवान् प्रभूतान्नः अन्नादश्च दीप्ताग्निर्भवति य एतानि यथोक्तानि एवं यथोक्तगुणानि उद्गीताक्षराणि विद्वांसन् उपास्ते उद्गीत इति अथ खलु आशीः समृद्धिः उपसरणानि इति उपासीत येन साम्ना स्तोष्यन् स्यात् तत्साम् उपधावीम् अथ खलु इदानीम् आशीः समृद्धिः आशिष कामस्य समृद्धिः यथा भवेम् तदुच्यते इति वाक्यशेष उपसरणानि उपसर्तव्यानि उपगन्तव्यानि ध्येयानि इत्यर्थः कथम् इति उपासीत एवम् उपासीत तद्यथ येन साम्ना येन सामविशेषेण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गात तत्सामुपधावेन् उपसरेत् चिन्तयेत् उत्पत्त्यादिभिः यस्यां जीतामृजं यदार्शेयं तं ऋजिं यां देवताम् विष्टोष्यन् स्यात् तां देवताम् उपधावेन् यस्यां रुचि तत्साम तां च ऋचम् उपधावेन् देवतादिभिः यदार्शेयं साम तं च ऋचिम् यां देवतामविष्टोष्यन् स्यात् तां देवताम् उपधावेत् येन छन्दसा स्तोष्यन् स्यात् तच्छन्द उपधावेत् येन स्तोमेन स्तोष्यमाणः स्यात् तगं स्तोम उपधावेन् येन छन्दसा गायत्र्यादिना स्तोष्यन् स्यात् तच्छन्द उपधावेत् येन स्तोमेन स्तोष्यमाणस्य स्तोमाङ्गफलस्य कर्तृगामित्वात् आत्मनेपदं स्तोष्यमाण इति तं स्तोमम् उपधावेत् यां दिशम् अविष्टोष्यन् स्यात् तां दिशम् उपधावेम् यां दिशम् अविष्टोष्यन् स्यात् तां दिशम् उपधावेम् अधिष्ठात्रादिभिः आत्मानमन्ततः अपसृत्य अस्तुवीत कां ध्यायन् अपरमत्वाभ्यासोः यदस्मै स कामः समुद्येत यत्कामः अस्तुवीत इति यत्कामः अस्तुवीत इति आत्मानम् उद्गात स्वं रूपं गोत्रनामादिभिः सामादीन् क्रमेण स्वं च आत्मानम् अन्ततः अन्ते उपसृत्य स्तुवीत कामं ध्यायन् अप्रमत्तः स्वर ऊष्मव्यञ्जनादिभ्यः प्रमादम् अकुर्वन् ततः अभ्यासः क्षिप्रमेव ये यत्र अस्मै यं विदेशकामः समृद्ध्येत समृद्धिं गच्छेत् कोऽसौ यत्कामः यः कामः अस्य स्वयं यत्कामः सन् स्तुवीत इति विरुक्तिः आदरार्थ इति तृतीयखण्डभाष्यम् अथ चतुर्थखण्डः गीतम् उपासीत् व्याख्यानम्। प्रभृतस्य अक्षरस्य पुनः उपादानम्। उद्गीत अक्षरादि उपासन आन्तरितत्वात् अन्यत्र प्रसङ्गो मा भूदिति इयमर्थम्। प्रभृतस्यैव अक्षरस्य अमृत अभयगुणविशिष्टस्य उपासनं विधातव्यमिति आरम्भः। देवा वै मृत्योः बिभ्यतः त्रयीं विद्यां प्राविषगंस्ते छन्दोभिः आच्छादयन् यदेभिः आच्छादयगं तच्छन्दसां छन्दस्त्वम्। देवा वै मृत्योः मार्गात् बिभ्यतः किं कृतवन्तः इति उच्यते। त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्तः इत्यर्थः। ततो मृत्योः त्राणं मन्यमानः, किञ्च ते कर्मणि अविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेषु आच्छादयन् चादितवन्तः। यत् यस्मात् एभिः मन्त्रैः आच्छादयन् तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धमेव। तान् तत्र मृत्युः यथा मत्स्यं मुदके परिपश्येदेवं पर्यपश्यतो रुचि साम्यजुषीं तेन विदित्वा ऊर्भार्जः साम्नयुषा स्वरमे प्राविशन्। तान् तत्र देवान् कर्मपरान् मृत्युः यथा लोके मत्स्यघातको मत्स्यं मुदके न अतिगम्भीरे परिपश्ये बडिशोदकस्रावोपायसाध्यं मन्यमानः एवं पर्यपश्यतो दृष्टवान्। मृत्युः कर्मक्षयोपायेन साध्यान् देवान् मेने इत्यर्थः। क्वासौ देवान् ददर्श इति उच्यते। रुचि साम्नि यजुषि ऋग्यजुस्सामसम्बन्धि कर्मणि इत्यर्थः। तेन देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तः मृत्योः चिकीर्षितं विदितवन्तः। विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः रुचः साम्नः यजुषः ऋग्यजुस्सामसम्बन्धात् कर्मणः अभ्युत्थाय इत्यर्थः। तेन कर्मणः मृत्यवय अपगमं प्रति निराशः तदपास्य अमृतावयगुणम् अक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः। एव शब्दः अवधानार्थस्सन् समुच्चय प्रतिषेधार्थः तदुपासनपराः संवृत्ताः इत्यर्थः। कथं पुनः स्वरशब्दवाच्यत्वम् अक्षरस्य इति उच्यते। यदा वार्षम् आप्नोति अतिस्वरति एवगं साम एवं मृयो येषवस्वरं यदेतदक्षरम् एतदमृतम् अभयं तत्प्रविश्य देवा अमृत अभयाः अभवन्। यदा वै रुचम् आप्नोति अतिस्वरति एवं साम एवं मृयो येषवस्वरः कोसं यदेतदक्षरम् एतदमृतम् अभयं तत्प्रविश्य यथागुणमेव अमृत अभयाश्च अभवन् देव। स एतदेवं विद्वान् अक्षरं प्राणौति एतदेव अक्षरकं स्वरम् अमृतम् अभयं प्रविशति तत्प्रविश्य यदमृता देव तदमृतो भवति। स यः अन्योपि देववदेव एतदक्षरम् एवम् अमृत अभयगुणं विद्वान् प्रणौति स्तौति उपासनमेव अत्र स्तुतिः विप्रेत। स तथैव एतदेव अक्षरं स्वरम् अमृतम् अभयं प्रविशति तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञो अन्तरङ्गबहिरङ्गतावत् न परस्य ब्रह्मणो अन्तरङ्गबहिरङ्गताविशेषः। किं तर्हि यदमृतादेव येन अमृतत्वेन यदमृता अभूवन् तेनैव अमृतत्वेन विशिष्टः तदमृतो भवति न न्यूनता नापि अधिकता अमृतत्वे इत्यर्थः इति चतुर्थखण्डभाष्यम्। अथ पञ्चमः खण्डः प्राणादित्यदृष्टिविशिष्टस्य उद्गीतस्य उपासनमुक्तमेव अनूद्य प्रणव उद्गीतयोः एकत्वं कृत्वा तस्मिन् प्राणरश्मिभेदगुणविशिष्टदृष्ट्या अक्षरस्य उपासनम् अनेकपुत्र फलमिदानीं वक्तव्यमिति आरभ्यते। अथ कवि उद्गीतः स प्रणवो यः प्रणवः स उद्गीतः इति असौ आदित्य उद्गीतः एष प्रणवीतिम्। अथ खलु य उद्गीतः स प्रणवः बहुरुचान् यश्च प्रणवः तेषां स एव छान्दोग्ये उद्गीतशब्दवच्च असौ वा आदित्यः उद्गीतः एष प्रणवः प्रणवशब्दवाच्योऽपि स एव बहुरुचान नान्यः उद्गीतः आदित्यः। कथम् उद्गीताक्षम् अक्षरम् एषः हि यस्मात् स्वरन् उच्चारीम् अनेकार्थत्वात् धातुना अथवा स्वरन् गच्छन् इति। अतः असौ उद्गीतः सवितुम् एतमेव अहम् अभिभाष्यं तस्मान् त्वमेकोऽसीतिः कौशीतकैः पुत्रमुवाच रश्मीगुंस्त्वं पर्यावर्तया बहवो वैते भविष्यन्ति इति अधिदैवतम्। तम् एतं मु एव अहम् अभ्यगासिषम् आभिमुख्येन गीतवान् अस्मि। आदित्यरश्मि अभेदं कृत्वा ध्यानं कृतवान् अस्मि इत्यर्थः। तेन तस्मात् कारणात् मम त्वम् एकोऽसि पुत्रः इति ह कौशीतकिः कुशीतकस्य अपत्यं कौशीतकिः पुत्रमुवाच उक्तवान्। अतः रश्मीन् आदित्यं च भेदेन त्वं पर्यावर्तय इत्यर्थः त्वं योगः। एवं बहवो वैते तव पुत्राः भविष्यन्ति इति अधिदैव। अतः अध्यात्मं ये वयं मुख्यप्राणः तं गीतम् उपासीत्। अथ अनन्तरम् अध्यात्मम् उच्यते य एव अयं मुख्यः प्राणः तम् उद्गीतम् उपासीत इत्यादि पूर्वत् एष प्राणोऽपि स्वरन् एति कुर्वन्निव वागादिप्रवृत्त्यर्थम् एति इत्यर्थः। प्राणकाले मुमूर्षोः समीपस्थः प्राण एतत् सामान्य आदित्येऽपि मात्रं द्रष्टव्यम्। एतमेव अहम् अभ्यगादिशं तस्मान् मम त्वम् एकोऽसीति ह कौशीतकी पुत्रमुवाच प्राणगं स्त्वं भूमानमभिगायतात् बहवो वै मे भविष्यन्ति इति। एतमेव अहम् अभ्यगादिशम् इत्यादि पूर्वते। अतो वागादि मुख्यं च प्राणं भेदगुणविशिष्टम् उद्गीतं पश्यन् भूमानं मनसा अभिगायत पूर्वतो आवर्त्य इत्यर्थः। बहवो वै मे मम पुत्राः भविष्यन्ति इति एवम् अभिप्रायस्सन् इत्यर्थः। प्राणादित्यैकत्व उद्गीतदृष्टेः एकपुत्रत्वफलदोषेण अपोदितत्वात् लक्ष्मीप्राणभेददृष्टेः कर्तव्यता चोद्यते अस्मिन् खण्डे बहुपुत्रफलत्वार्थम्। अथ खलु ये उद्गीतः स प्रणमो यः प्रणमः स उद्गीतः इति होतृशधनाथैवापि दुर्गीतम् अनुसमाहरति इति अनुसमाहरति इति। अथ खलु ये उद्गीतः इत्यादि प्रणवोद्गीत एकत्वदर्शनमुक्तं तस्य एतत् फलम् उच्यते होतृषदन। होता यत्रस्थः शंसति तत्स्थानं होतृषदनं। हौत्रात् कर्मणः सम्यक् प्रयुक्तात् इत्यर्थः। न हि देशमात्रात् फलम् आहर्तुं शक्यं। किं तत् ह एवापि दुरुद्गीतं दुष्टम् उद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं कृतम् इत्यर्थः। तदनुसमाहरति अनुसन्धत्य इत्यर्थः। चिकित्सया इव धातुवैषम्यसमीकरणमिति इति पञ्चमखण्डभाष्यम्।